नमस्कारः भगिनि. नमस्कारः भगिनि. अस्तु सर्वे नमस्कारः अद्यतन सर्वेषां कृते सुस्वागतम्. अत्र गीता श्रीधर आरम्भश्लोकं वदतु कृपया. आम् आं भगिनि. येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. येन धौतागिरः पुंसां विमलैः शब्दवारिभिः समश्चाज्ञानजं भिन्नं तस्मै पारिणये नमः. अज्ञानान्धस्य लोकस्य ज्ञानाञ्जनशलाकया चक्षुरुन्मीलितं येन तस्मै पारिणये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. ॐ श्री गणेशाय नमः. ॐ श्री सरस्वत्यै नमः. ॐ श्री वाग्देवी नमः. श्री गुरुभ्यो नमः. हरिः ओम्. धन्यवादः भगिनि. गतवर्गे वयं सर्वे अत्र मातुः विषये वैलक्षण्यं किं किम् अभवत् इति वयं दृष्टवन्तः. इतः पर्यन्तं पाणिनिविषये अत्र सूत्राणि किं किम् आसीत् चेत् सूत्रम् इत्युक्ते गतवर्गे शुक्रवासरवर्गे एकः स्त्री अत्र उक्तवती सूत्रम् इत्युक्ते किम्. सूत्रम् इत्युक्ते सूत्ररूपेण अत्र किञ्चित् संक्षिप्तरूपेण एव दत्तम्. अत्र सूत्रम् इत्युक्ते व्याकरणं नियमयति. यत्र व्याकरणविषये किञ्चित् कार्यं नियमयति व्याख्यानम्. अत्र काशिकावृत्तिः अस्ति प्रथमम्. अत्र वररुचि कात्यायनः अन्येन अनन्तरम् अत्र पतञ्जलि ते सर्वे वयं ते सर्वे व्याकरणविषये दत्तवन्तः. इदानीम् अत्र मातुः विषये वैलक्षण्यं किं किम् अभवत् चेत् अत्र किञ्चित् अत्र क्लेशः अस्ति आसीत् पूर्वम्. अतः मातुः अत्र मात्रा आगत्य अकारान्तः आकारान्तः इकारान्तः ईकारान्तः इति क्रमेण तत्र सर्वे पदानि अत्र पृथक्तया दत्तवती. अनन्तरम् अत्र किम् आसीत् चेत् हलन्त्यम् अस्ति चेत् अत्र हलन्त्यपदम् अस्ति चेत् उपधायां स्थितस्य वर्णस्य स्वीकृत्य अत्र किञ्चित् इतोपि कार्यम् अभवत्. एतत् कार्यं तु उपधायाम् इति सूत्रेण उपधायां तिष्ठस्य वर्णस्य अत्र पुगन्तलघुपदस्य च इति वयं स्वीकृत्य कार्यं कुर्मः. अनन्तरम् इदानीम् अत्र यत्र कुत्रापि इदानीम् एकं पदं स्वीकृत्य कार्यं करोति चेत् भू इति अस्ति चेत् अत्र उकारस्य स्थाने ओकारः भवति. अनन्तरम् ओकारस्य स्थाने अवादेशः भवति. अनन्तरं तदैव अत्र यत्र कुत्रापि सूत्राणि सन्ति ते सर्वे एकस्मिन् स्थले स्वीकृत्य अत्र वयं कार्यं कर्तुं शक्नुमः. इदानीम् अत्र भोजनं कर्तुं भोजनकार्यं कर्तुं समये अत्र तण्डुलानि इच्छन्ति स्म. अनन्तरम् अत्र तण्डुलानि शाकाः अनन्तरम् अग्नि जलम् एतत् सर्वं यत्र कुत्रापि तिष्ठन्ति एव. परन्तु भोजनसमये एकस्मिन् स्थले ये सर्वे किम् अस्ति अत्र वस्तुनः एकस्मिन् स्थले आगत्य कार्यं करोति. इदानीम् अहम् आपणं गच्छामि इति अस्ति चेत् अत्र अहम् आपणं गच्छामि इति त्रीणि अत्र पदानि सन्ति एव. इदानीम् अन्ये तत्र तिष्ठति एव, अन्ये कुत्र जनाः कुत्रचित् जनाः अत्र तिष्ठन्ति एव. अनन्तरं तेषां एकः उक्तवती अहमपि, इत्युक्ते किम्, अहमपि आपणं गच्छामि. इदानीं तदेव अत्र पृथक्तया यत्र कुत्रापि सूत्राणि सन्ति एकस्मिन् स्थले अहमपि इति अन्यसूत्राणि आगत्य कार्यं करोति. अत्र इतोपि अनुवृत्तिः इत्युक्ते किम्, अत्र गीता चेत् अस्ति भगिनी पठतु अनुवृत्तिः इत्युक्ते किम्. भगिनि न दृश्यते भगिनि. हरि ओं भगिनि न दृश्यते. आमाम् अहं सूचयिष्यामि एकनिमिषम्. आम् अस्तु भगिनि. इदानीं द्रष्टुं शक्यते? आम् आं भगिनि. आम् आम् इदानीं अनुवृत्तिः इति अस्ति. अष्टाध्याय्याम् अनुवृत्ति नाम सिद्धान्तः सर्वत्र केन्द्रीभूतः. अनेन सूत्राणाम् अर्थपूर्णं भवति. लौकिकम् उदाहरणं दीयते चेत् स्पष्टं स्यात्. द्वयोर्जनयोः सम्भाषणम्, रामः वदति अहम् आपणं गच्छामि, श्यामः वदति अहमपि. वयं द्वयोः सम्भाषणं श्रुत्वा अवगच्छामः यत् श्यामस्य आशयः अहमपि आपणं गच्छामि इति. यद्यपि श्यामः केवलम् अहमपि इत्यवदत्, तथापि वयं तस्य अर्थं पूरयामः मनसि. तादृशम् अर्थपूर्णं पाणिनिः इच्छति सूत्रेषु. यानि पदानि न उक्तानि यतः पूर्वतनसूत्रेषु दत्तानि तानि अनुवृत्तयः इत्युच्यते. अधुना तस्मात् एव उपरिणतात् सम्भाषणात् यदि वयं केवलम् अहमपि शृणुमः तर्हि कथं वा तस्य अर्थं ज्ञातुं शक्नुयामः? अहमपि इत्येव शृण्मः चेत् वाक्यस्य पूरणं कर्तुं न शक्यामः इति कारणतः अहमपि इत्यस्य अर्थः न ज्ञायते. अस्तु, इदानीं पश्यतु अत्र क्रमः भवति. यत्र यत्र वयं पदं स्वीकुर्मः अत्र अनुवृत्तिसहितेन एव कार्यं कुर्मः. अनुवृत्तिसहितसूत्रं किम्? किञ्चित् स्थले अनुवृत्तिसहितसूत्रं न भवति. किं भवति चेत् सूत्रं स्वयं सम्पूर्णम् इति अस्ति. अतः तत् स्थाने वयम् अन्य सूत्रं न स्वीकृतवन्तः. इदानीं पश्यतु अत्र रामः वदति अहम् आपणं गच्छामि इति सम्भाषणम् अभवत् अत्र. अत्र श्यामः अपि समीपे तिष्ठति एव, सः अपि उक्तवान् अहमपि. इत्युक्ते एतत् पूर्णतया अत्र भवति. परन्तु अहम् आपणं गच्छामि इत्यस्य पदम् अत्र वाक्यं नास्ति चेत् अहमपि इति वयं न किम् अत्र किमर्थम् अत्र अहमपि इति उक्तवान्? क्लेशः भवति एव. अतः अत्र अधुना तस्मात् एव उपरितनात् सम्भाषणं यदि वयं केवलम् अहमपि शृण्मः, तर्हि कथं वा तस्य अर्थं ज्ञातुं शक्नुयाम? पूर्वं किम् अभवत्? रामः उक्तवान् अहम् आपणं गच्छामि, एतदेव पूर्णपदं, पूर्वपदं, पूर्व पदानि सन्ति, वाक्यम् अस्ति अत्र. परन्तु अहमपि इति पृथक्तया कोऽपि उक्तवान् चेत् वयम् अत्र क्लेशः, किमर्थम् अहमपि इति उक्तवान्? तदेव अत्र अहमपि इत्येव शृण्मः चेत् वाक्यस्य पूरणं कर्तुं न शक्यामः इति कारणतः अहमपि इत्यस्य अर्थः न ज्ञायते एव. अतः पूर्वं किम् आसीत् इति वयं द्रष्टुं शक्नुमः. अतः एव पूर्वसूत्रस्य विषये किञ्चित् अनुवृत्तिसहितसूत्रम् अस्ति चेत् कार्यं कर्तुं शक्नुमः. इदानीं भू योगः, शप् योगः, ति कर्तरि शप् इति एकं सूत्रमस्ति. भू इति अस्ति दीर्घ ऊकारस्य स्थाने, अत्र सार्वधातुक आर्धधातुकयोः, एतत् सार्वधातुकपदमस्ति, अतः सार्वधातुक आर्धधातुकयोः इति सूत्रेण कार्यं कर्तुं शक्नुमः. अनन्तरम् अत्र एतत् सर्वाणि अनुवृत्तिसहितसूत्रम्, एकस्मिन् स्थले एकं सूत्रमेव कार्यं कर्तुं न शक्नुयामः. अतः अत्र अन्यसूत्रमपि आगत्य कार्यं करोति. अतः एव अनुवृत्तिः इति बहु मुख्यमस्ति. तदेव अत्र इदानीम् अत्र अञ्जनभगिनी पठितुं शक्नोति वा? तदेव अष्टाध्याय्याम् एकं सूत्रं वर्तते, लिट् च श्यामस्य वाक्यम् अहम् अपि इव अस्ति. लिट् च इत्युक्ते लिट् अपि तदा. अस्तु, किन्तु तदा इत्युक्ते किम्? तस्मात् प्राक् यत् सूत्रं पाणिनिना दत्तम् अस्माकं पुरतः नास्ति चेत् कथं वा अवगन्तुं शक्नुयाम? यदा सम्भाषणं पूर्णं अस्ति तदा सौकर्येण श्यामस्य वाक्यं बुद्धं. रामः अहम् आपणं गच्छामि, श्यामः अहम् अपि. तदेव सूत्रं प्रसङ्गे. अग्रे पङ्क्तिः द्वयं अस्ति खलु, सः एतदपि आर्धधातुकं शेषः लिट् च सूत्रसङ्ख्यायां दृष्ट्वा ज्ञायते यत् आर्धधातुकं शेषः पूर्वसूत्रम् अस्ति. साक्षात् अनन्तरं परसूत्रं लिट् च इति. अनेन बुद्धं यत् लिट् च इत्युक्ते लिट् अपि आर्धधातुकः. इदानीम् आर्धधातुकः नाम कः इति अस्माकं विषयः नास्ति, किन्तु तर्कः स्पष्टः खलु? लिट् अपि आर्धधातुकः. अनेन प्रकटम् अस्ति यत् सूत्राणां मूलक्रमे पाठामः चेत् महान् लाभः. अष्टाध्याय्याम् एव मूलक्रमः वर्तते. सिद्धान्तकौमुद्याम् अपि तानि एव चतुस्सहस्रं सूत्राणि. परन्तु सिद्धान्तकौमुद्याम् अष्टाध्याय्याः सूत्रक्रमः त्यक्तः. इदानीं पश्येम अत्र तदेव अष्टाध्याय्याम् एकं सूत्रं वर्तते. किम् अस्ति लिट् इति कुत्र भवति? परोक्षे भवति, परोक्षे खलु. इदानीं कुत्रापि कार्यं कथमपि कार्यं पूर्वम् आसीत्, रामलक्ष्मणः, श्रीकृष्णः इति वयं शृणुमः. परन्तु एतत् काव्यं, बृहत् काव्यमस्ति रामायणमहाभारतम् इति काव्यमस्ति. तत् समये वयं सर्वे न ज्ञातवन्तः एतत् विषये. तत्समये एव लिट् अभवत्। इदानीं श्यामस्य वाक्यं किम्? अहमपि इति लिट् च इत्युक्ते लिट् अपि तथा इति, लिट् अपि तथा अहमपि। इदानीं तदा इत्युक्ते किम्? अस्माकं प्राक् यत्र किञ्चित् सूत्रं पाणिनिना पूर्वम् उक्तमेव, अस्माकं पृथक् नास्ति चेदपि कथं वा अवगन्तुं शक्नुयाम? अत्र भूधातुः इति स्वीकुर्मः चेत् अत्र भुवादयो धातवः इति सूत्रम् आरभ्य किञ्चित् अत्र इतोपि अनुवृत्तिसहितसूत्रं सन्ति एव। एतत् अनुवृत्तिसहितसूत्रं स्वीकृत्य एव अन्तिमपदम् आगच्छति भवति इति। अत्र अतः सम्भाषणं पूर्णम् अस्ति, तथा सौकर्येण श्यामस्य वाक्यं बुद्धम्। इदानीं रामः आपणं गच्छामि, श्यामः अहमपि इति अस्ति, अतः भूसत्तायाम् इति धातोः भुवादयो धातवः आरभ्य एषोयव यावः पर्यन्तं स्वीकृत्य अनुवृत्तिसहितसूत्रं सन्ति एव। इदानीम् अहमपि इति वयं जानीमः, ओ भू भुवादयो धातवः अस्ति, अनन्तरम् अत्र कर्तरिषप् आगच्छति, अनन्तरम् अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन कार्यं करोति, अनन्तरम् अत्र केचो यव यावः आसीत् अनन्तरमेव भवति। अतः सर्वाणि सूत्राणि अत्र किम् अभवत्? अनुवर्तिसहितसूत्रेण अभवत्। तदेव सूत्रप्रसङ्गे आर्धधातुकं शेष आर्धधातुकं शेषः लिच् इति सूत्रम् आगत्य आर्धधातुकम् अस्ति चेत् एव अत्र लिट् इति सूत्रं कार्यं करोति। सूत्रसङ्ख्यां दृष्ट्वा ज्ञायते 3, 4, 1, 1, 4 अस्ति, तृतीयाध्याये चतुर्थपादे अस्ति। अनन्तरम् एतत् सूत्रं तु किम् अस्ति 1, 1, 4 अस्ति खलु। अत्र अग्रिमसूत्रमपि 1, 1, 5 एतदपि तस्मिन् अध्याये एव अस्ति, तस्मिन् पादे एव अस्ति, पञ्चदश अधिक एकशतम् इति अस्ति, चतुर्दश अधिकम् एकशतम् इति क्रमेण आगत्य कार्यं कर्तुम् अत्र वयं समीचीनतया अवगन्तुं शक्नुमः एव। अर्धधातुकमस्ति चेत् एतत् सूत्रमस्ति साक्षात् अनन्तरमेव परसूत्रं लिट् च इति आगत्य कार्यं करोति। इदानीं लिट् अपि अर्धधातुकमस्ति, अर्धधातुकनाम कः इति अस्माकं विषयः इदानीं नास्ति, किन्तु तर्कः स्पष्टः भवति खलु। लिट् अपि आर्धधातुकः। इदानीम् अत्र अनेन प्रकटं किम् अस्ति? अत्र सूत्राणां मूलक्रमे पठामः, किम् अस्ति क्रमः, किम् अस्ति प्रक्रिया, किम् अस्ति एतत् सूत्रं कथम् आगत्य कार्यं करोति। अहमपि इति अन्यसूत्रमपि कार्यमस्ति चेत् अत्र पूर्वं किमपि अभवत् एव खलु। रामः अहम् आपणं गच्छामि इति उक्तवान्, तदेव अत्र भुवादयो धातवः भूसप्तायाम्, अनन्तरम् अत्र सार्वधातुकार्ध कर्तरि शप् एतत् सूत्राणि क्रमेण मूलक्रमः किं किम् अस्ति तव, एतत् अष्टाध्याय्यामेव मूलक्रमः वर्तते। अनन्तरं सिद्धान्तकौमुद्याम् अत्र चतुस्सहस्रं सूत्राणि सन्ति, परन्तु सिद्धान्तकौमुद्याम् अष्टाध्याय्याः सूत्रक्रमः त्यक्तः। अत्र एतत् किञ्चित् भेदः भवति एव। इदानीं परोक्षे लिट् अष्टाध्यायी सूत्रम् अत्र तृतीयपादे तृतीयाध्याये द्वितीयपादे अस्ति एव। इदानीं लिट्य एतदपि किम् अस्ति? अत्र तृतीयाध्याये चतुर्थपादे भवति, परोक्षे लिट् अस्ति, द्वितीयपादे अस्ति, लिच्छ इति चतुर्थपादे अस्ति। इदानीम् अत्र अनिल् महोदय पठतु अग्रिमपङ्क्तिः, अग्रिमपरिच्छेदः। परोक्षे लिट् अष्टाध्याय 3, 2, 1, 5 लिट् च अष्टाध्याय 3, 4, 1, 1, 5 सिद्धान्तकौमुद्यां लिट् च इत्यस्मात् पूर्वं अस्ति परोक्षे लिट् अनेन किमपि न अवगम्यते लिट् च इत्यस्य को अर्थः इति नैव ज्ञायते अन्धकारे स्मः अनेन द्वितीयः सङ्केतः प्राप्तः किमर्थम् अष्टाध्यायीक्रमम् अनुसृत्य पाठः करणीयः प्रथमः सङ्केतः असेम्ब्लि लैन् माडल् इति येन वारं वारं समानकार्यं कृत्वा बोधः नैपुण्यं च शीघ्रमेव जायते द्वितीयः सङ्केतः अनुवृत्तिः अत्र पश्यतु सिद्धान्तकौमुद्यां लिट् इत्यस्मात् पूर्वम् अस्ति परोक्षे लिट् एतत् द्वितीयपादे अस्ति अनेन किमपि न अवगम्यते लिट् इत्यस्य को अर्थः इति नैव ज्ञायते अनन्तरम् अन्तकारे स्मः किम् अस्ति अत्र लिट् इति वयं किमपि न जानीमः अहमपि इति अस्ति किमपि अत्र किम् अस्ति इति अत्र क्लेशः भवति अन्धकारे एव वयं स्मः इदानीमत्र अनेन द्वितीयसङ्केतः प्राप्तः किमर्थम् अष्टाध्यायीक्रमः अनुसृत्य पाठः करणीयः इति अत्र प्रथमसङ्केतः असेम्ब्लि लैन् माडल् अत्र कुत्र अपि विभागः भवति अत्र एतत् बेल्पिन् कर्तुं समये अत्र बेल्पिन् इति उपरि किञ्चित् स्थूलतया अस्ति एतत् पृथक् विभागः अस्ति अनन्तरम् अत्र नीडिल् इति अत्र अधः अस्ति एतदपि अनन्तरम् अन्ते किञ्चित् अत्र कार्यं भवति एव तीक्ष्णतया अत्र कार्यं कर्तुं शक् अतः पृथक् पृथक् कार्यं पृथक् पृथक् विभागः सन्ति एव इदानीं येन वारं वारं समानकार्यं कृत्वा बोधः नैपुण्यं च शीघ्रमेव जायेत अत्र वारं वारं समानकार्यमेव भू इति अस्ति चेत् एतत् भू भुवादयो धातवः अत्र अदादिगणः अस्ति भुवादिगणः अस्ति जुगोत्यादिगणः अस्ति अनन्तरं दिवादिगणः अस्ति इति दशगणाः सन्ति अत्र एकस्मिन् स्थले किम् वारं वारं कुर्मः चेत् ओ एतत् भुवादयः दातवः भुवादयः दातवः यत्र यत्र सन्ति तत् स्थाने वयम् अत्र कर्तरि शप् इति स्वीकुर्मः सप्पु मध्ये अनुबन्धलोपानन्तरम् अत्र अकार एव तिष्ठति अकारयोजनेन अत्र पदमस्ति पदमागत्य कार्यं करोति अत्र नैपुण्यं शीघ्रमेव ज्ञायेते द्वितीयसङ्केतः अनुवृत्तिः ओ अत्र एकं सूत्रमस्ति चेत् अन्यसूत्रमपि आगत्य कार्यं करोति यथा अहमपि इति वयम् उक्तवन्तः तदेव भवति इदानीम् अत्र इतोपि अत्र महालक्ष्मी पठितुं शक्यते वा पूर्वं भवती एव पठितवती इति अहं मन्ये प्रकरणं प्रक्रिया इति पठतु एकवारम् अपि पठतु प्रकरणं प्रक्रिया च अष्टाध्यायी प्रकरण आधारितो ग्रन्थः सिद्धान्तकौमुदी प्रक्रिया आधारितो ग्रन्थः प्रकरणं प्रक्रिया चेत्यनयोर्भेदः कः इति अस्माभिः बोध्यम् पुष्पदीक्षितमहोदय सदा पाकशालायाः उदाहरणं ददाति भोजनस्य निर्माणार्थं सामग्री आवश्यकी तण्डुलः जलं शाकः पिष्टं हरिद्रा आर्द्रकम् इत्यादिकम् इदं सर्वं भोजनस्य सामग्री पाकशालायां सर्वा सामग्री एकत्र न स्थाप्यते पृथक् पृथक् कोशेषु भवति शाकः पृथक् कोशे पिष्टं पृथक् पिष्टं पृथक् कोशे, तण्डुलः पुनः पृथक् कोशे, सर्वा सामग्री एकस्मिन् एव कोशे एकत्र स्थाप्यते चेत् अव्यवस्था भवति खलु, अव्यवस्था भवति खलु। अतः सम्यक्तया सावधानतया पृथक् पृथक् कोशेषु एकैकं वस्तु स्थाप्यते। इदानीम् एतत् विषये एव मया उक्तम्, अत्र प्रक्रिया प्रकरणं पृथक् पृथक् अस्ति, संज्ञाप्रकरणमस्ति, अनन्तरम् अत्र सूत् किमपि अत्र कार्यं संज्ञा अस्ति, अनन्तरम् अत्र बहवः अत्र एतत् विषये सन्ति एव, सन्देहः अस्ति, आगमकविषये अस्ति, आदेशकविषये अस्ति, अनन्तरम् अत्र लोपकविषये अस्ति, द्वित्वविषये अस्ति, प्रकरणं पृथक् पृथक्तया अस्ति, अत्र पृथक्तया प्रकरणं सन्ति एव, परन्तु एकस्मिन् स्थले प्रक्रिया अपि अत्र कर्तव्यं, भूवादयो धातवः, कर्तरि शप् सार्वधातुक अर्धधातुकयोः, अनन्तरं किञ्चित् स्थले अत्र अनुबन्धलोपानन्तरम् अत्र अनुनासिकवर्णः अस्ति चेत् अत्र उपदेश अज अनुनासिक इत्यपि कार्यं करोति। एतत् वयं पृथक् पृथक्तया अस्ति, परन्तु यदा भोजनसमये एतत् सर्वाणि सामग्री एकस्मिन् स्थले आगत्य अन्ते यदा भोजनं कुर्मः तदेव अत्र प्रक्रियाप्रकरणमपि पृथक् पृथक्तया सन्ति अपि एकस्मिन् स्थले आगन्तुं शक्यते एव। वयं एतत् विषये वयं पठितवन्तः, इदानीमत्र किमस्ति एतत् पठतु, गोदामल् पठतु कृपया। अष्टाध्यायी अपि तथा भाषायाः पाकशाला यावती सामग्री अपेक्षिता भाषायाः निर्माणार्थं सर्वम् अस्मिन् ग्रन्थे अस्ति, परन्तु एकत्र न श्रेणीम् अनुसृत्य पृथक् पृथक् कोशेषु स्थाप्यते। प्रत्येकं कोशस्य नाम प्रकरणम् इति, नत्वप्रकरणं द्वित्वप्रकरणं सम्प्रसारणप्रकरणम् इत्यादिकम्। भोजनस्य निर्माणार्थं केवलं सामग्री आवश्यकी इति नः, मार्गनिर्देशोऽपि आवश्यकः। बोधनं निर्मातुं सर्वप्रदं तुण्डलस्य प्रक्षालनं तदा जले स्थापनं तदा जलस्य कथनम्, एतादृशी सूचना अपेक्षिता। इयं पाकृतिः इति वदामः। अत्र सावधानतया शृणोतु किं अत्र पदमस्ति इति। अत्र अष्टाध्यायी अपि तथा भाषायाः पाकशाला इति वयं स्वीकुर्मः। अत्र भवति भू इति एव अस्ति, अन्ते अत्र भवति इति भवति। अत्र पाकशाला इति अत्र किचन् रूम् इति स्वीकुर्मः चेत् अत्र सामग्री पृथक् पृथक्तया अस्ति एव। क्रमेण अत्र वयं एकस्मिन् स्थले इत्युक्ते एकस्मिन् पृथक् कोशेषु वयं स्वीकुर्मः चेत् अन्ते एव अत्र वयं भोजनं स्वीकुर्मः। इदानीं दृष्टवन्तः, तदेव अत्र पृथक् पृथक्तया अस्ति प्रकरणं, नत्वप्रकरणं, द्वित्वप्रकरणम्, आदेशप्रकरणम्, आगमकप्रकरणम् इति पृथक् पृथक्तया अस्ति, सम्प्रसारणप्रकरणमपि। इदानीम् अत्र भोजनस्य निर्माणार्थम् केवलं सामग्री आवश्यकी इति न नः इति नास्ति न अत्र कोलनेव सेमिकोलन् इदानीं मार्गनिर्देश अपि आवश्यकः ओदनम् इत्युक्ते समीचीनतया पक्वम् अस्ति अत्र ओदनं निर्मातुं सर्वप्रथमं किम् अस्ति अत्र तुण्डुलान् इति नास्ति तण्डुलान् इत्युक्ते रैस् आवश्यकमस्ति खलु प्रथमं भोजनम् आवश्यकमस्ति चेत् प्रथमं तण्डुलानि अत्र तण्डुलस्य प्रक्षालनं प्रक्षालनम् इत्युक्ते वि हव् टु वाश् द रैस् तण्डुलानि प्रक्षालनं तथा जले स्थापनं अनन्तरम् अत्र तदा जलस्य क्वथनं कथनं नास्ति कथनम् इत्युक्ते कथयति इदानीं क्वथनं बोयिलिङ्ग् नु द रैस् इस् बोयिलिङ्ग् गेटिङ्ग् बोयिल्ड् सो कथनं एतादृशी सूचना अपेक्षिता इयं पाककृतिः इति वदामः अन्ते एव भू इति अस्ति सर्वाणि सूत्राणि अत्र अनुवृत्तिसहितसूत्रे अनुवृत्तिसहिते सहितेन सर्वाणि सूत्राणि अत्र आगत्य अन्ते वयं भवती स्वीकुर्मः इदानीं तण्डुलान् अस्ति चेत् अनन्तरं जलम् अस्ति अपा शाखा अस्ति शाखाः अनन्तरम् अत्र अग्नि एतत् मिलित्वा एव अन्ते वयं भोजनं कुर्मः तदेव अत्र प्रक्रिया प्रकरणमपि सन्ति इदानीं प्रक्रिया अन्तलक्ष्मी अस्ति वा नमस्ते महोदय नमस्कारः एकपर्यन्तं पठतु प्रक्रिया यदा भोजनानि भोजननिर्माणविषये पाककृतिः तथा भाषाक्षेत्रे प्रक्रिया पदस्य निर्माणार्थं कानि सोपानानि सन्ति अपि च केन क्रमेण इति सूत्रं प्रक्रिया जि योगः आयोगः ति जयति अस्य कार्यं कृते कानि सूत्राणि अपेक्षितानि केन क्रमेण च इति प्रक्रिया जि योगः लट् इति विवक्षाः वर्तमाने लट् लस्य शेषे प्रथमः सिप्तश्चि मिप्वस्मस् सिप्तश्चि सिप्तस्थि मिप्वस्मस् सा अधं च ध्वम् इड्वहीमहि जि योगः टिप् हलन्त्यं तस्य लोभः इति सूत्रेण ति एव तिष्ठति जि योगः ति कर्तरि शप् जि योगः शप् योगः ति लशकुतदिदे हलन्त्यं तस्य लोभः जि योगः आ योगः ति तिङ्क्षिप् सार्वधातुकं सार्वधातुक आर्थधातुकयोः जे योगः आ योगः ति एजो यवायावः एकारस्य स्थाने ऐ आदेशः इज् योगः ऐ योगः आ योगः ति वर्णानां मेलने जयति इति क्रियापदं निष्पन्नम् इदानीं पश्यतु अत्र प्रक्रिया इदानीमेव भूवादेव दातवः इति वयं स्वीकृतवन्तः इदानीमत्र जी इति एकं धातु अस्ति जी जयते इति जयति इति अस्ति आत्मनेपदिनः अनन्तरं परस्मैपदिनः भवति एव इदानीमत्र निर्माणं कर्तुं सोपानानि प्रक्रिया सोपानानि स्टेप्स् अत्र सोपानानि प्रक्रिया किं किम् अस्ति चेत् अत्र इदानीम् अत्र वर्तमाने लट् इति लट् अस्ति चेत् वर्तमाने लेट् प्रसेण्टेन्स् एतत् स्वीकुर्मः. अनन्तरं लस्य इति अस्य अधिकारः अस्ति अत्र. लकारः अस्ति खलु लिट्, अनन्तरं लोट्, लङ् विधिलिङ् यत् सर्वत्र लकारः एव श्रूयते. अतः लस् लस्य इति अधिकारे आगत्य कार्यं करोति. इदानीं शेषे प्रथमः इति अस्ति. अनन्तरम् इदानीमेव भवती पठितवन्तः पठितवती बृहत्सूत्रमस्ति. सिप्तस्य सिप्तस्य मित्वस्मत् ता आतं द्वम् इडुवहिमहि इति अस्ति. एतदपि सूत्रेण एव अत्र विवक्षा अस्ति. एतत् प्रथमपुरुष अस्ति वा, अनन्तरं प्रथमपुरुषविषये प्रथमवचनमस्ति वा, द्विवचनमस्ति वा, अनन्तरं बहुवचनमस्ति वा, तदेव अत्र मध्यमपुरुष उत्तमपुरुष इति अत्र स्वीकुर्मः. अत्रापि द्वे स्तः तिप्तस्ति इत्यस्य द्वे स्तः किं द्वे परस्मैपदिनः आत्मनेपदिनः इति इदानीं परस्मैपदिनः आत्मैपदिनः इति सन्ति. इदानीं द्वियोगः तिप् अस्ति. अत्र तिप् मध्ये अन्तलक्ष्मीं म्यूट् करोतु. इदानीम् अत्र अलन्त्यम् अन्तलक्ष्मी म्यूट् करोतु. अन्तलक्ष्मी अस्ति वा, म्यूट् करोतु कृपया. इदानीम् अत्र हलन्त्यं तस्य लोपः इत्यनेन पकारस्य इत् भवति. अनन्तरं सि एव तिष्ठति. इदानीम् अत्र टिप् अस्ति. अन्तलक्ष्मी कृपया म्यूट् करोतु. अस्तु, इदानीं पश्यतु कर्तरि शप् इति आगत्य कार्यं करोति. अतः तत्र जी योगः शप् योगः ति इति अस्ति. अनन्तरम् अत्र शप् मध्ये अनुबन्धलोपानन्तरम् एव वयम् अकारः स्वीकुर्मः. इदानीम् अत्र चकारः अस्ति दशकोदतिथे इत्यनेन इति भवति. अनन्तरम् अस्य तस्य लोपः हलन्त्यं तस्य लोपः अपि आगत्य अद्य कार्यं करोति. प्रक्रिया किं किं भवति इति वयम् अत्र द्रष्टुं शक्यते वा. इदानीं द्वियोगः आयोगः ति अस्ति. इदानीं तिङ् तिंशित् सार्वधातुकमस्ति. सिप् सित् अस्ति. एतदपि सार्वधातुकम् अपि अस्ति. अनन्तरम् इदानीम् अत्र सार्वधातुक आर्धधातुकयोः इत्यनेन इकारस्य स्थाने एकारः भवति, गुणः भवति. तेन सूत्रेण सार्वधातुक आर्धधातुकयोः इति सूत्रेण इदानीं जी स्थाने एकारः भूत्वा जे इति भवति. तत्रापि जे योगः आयोगः ति. इदानीं जे इति अस्ति. अत्र एचो यव यावः इत्यनेन अयादेशः भवति. अत्र यान्तवान्त देशसन्धिं भूत्वा अत्र अयादेशः भवति. इदानीम् अत्र योगः ऐ योगः आयोगः ति इति. अनन्तरम् अत्र वर्णमेलनेन एव अत्र जयति इति क्रियापदम् अन्तिमक्रियापदं निष्पन्नम्. अत्र गोधमाल् किञ्चित् क्लेशः अस्ति वा, जानाति वा किम् अभवत् इति? गोधमाल् महालक्ष्मी अवगतं खलु? किञ्चित् क्लेशः भवति वा अत्र अनिल् महोदय? प्रश्नः उदेति चेत् पृच्छतु इदानीं. न अवगतं महोदय. अस्तु, किमपि क्लेशः नास्ति. एतदेव अत्र प्रक्रिया सोपानम् इति अस्ति खलु महोदय, अनिल् महोदय? क्लेशः नास्ति एव. महालक्ष्मी आं मत, क्लेशः भवति वा? नामत समीचीनं खलु, अवगन्तुं शक्यते एव खलु. आम् इदानीम् अत्र गीता अस्ति चेत् अग्रे पठतु. आं भगिनि, अत्र एका प्रक्रिया प्रदर्शिता. जयति इति पदं कथं निर्मीयते इति प्रदर्शितम्. सूत्राणां सङ्ख्याः दृश्यन्ताम् इमानि सूत्राणि विभिन्नेभ्यः अध्यायेभ्यः पादेभ्यः स्वीकृतानि इति कारणतः तेषां प्रक्रिया सन्दर्भपठनेन सूत्रार्थो नैव अवगतः अस्माभिः प्रक्रियायाः चिन्तनफलं तु अस्ति एव अनेन पदनिर्माणक्रिया बुद्धा परन्तु सूत्रस्य अवगमनार्थम् अस्माकं क्लेशो भवति यतः यथा उक्तपूर्वं सूत्रं स्वयं सम्पूर्णं वाक्यं न सूत्रस्य पूरणार्थं वाक्यम् अपेक्षितं तच्च वाक्यं न प्राप्यते प्रक्रियायाम् अपि तु प्रकरणे एव अत्र प्रक्रिया किम् अभवत् क्रमः किम् अभवत् इति जि पदं जि इति धातुः स्वीकुर्मः चेत् अन्ते एव अत्र जयति इति वयं स्वीकुर्मः अत्र प्रक्रिया भवति एव प्रकरणमपि अस्ति लोपः भवति वा आदेशः भवति वा अत्र द्वित्वं भवति वा एतत् सर्वाणि अत्र वयं ज्ञातुं शक्नुमः अथवा इदानीम् अत्र प्रकरणम् इत्युक्ते किम् इति वयं पश्येम अत्र अनिल् महोदय पठितुं शक्यते वा आम् महोदय प्रकरणम् अष्टाध्यायी प्रकरणस्य आधारेण विरचितः एकस्मिन् प्रकरणे यथा नत्वप्रकरणं द्वित्वप्रकरणं वा वारं वारम् एकप्रकारकं कार्यं भवति द्वितीयप्रकरणस्य उदाहरणं स्वीक्रियताम् द्वितीयप्रकरणे धातोः द्वित्वं सिद्ध्यति दा दादा ददा ददाति पाणिनीयव्याकरणे पञ्चसु स्थलेषु द्वित्वं भवति स्लौ जुहोत्यादिगणे लिटि चङि लुङ्लकारे सनि यङि च एषां पञ्चानां कृते द्वितीयप्रकरणं वर्तते तत्र द्वादशसूत्राणि सन्ति 611-612 यत्र सर्वं द्वितीयसम्बद्धकार्यं कार्यं सिद्धम् अस्य प्रकरणस्य पठनेन महान् लाभः अयं यत् अस्माकं द्वित्वविषये नैपुण्यं जायते भाषायां यत्र यत्र द्वित्वं भवति तत्र तत्र आनन्देन कर्तुं शक्नुमः अत्र किमपि क्लेशः नास्ति एव समीचीनतया भवान् प्रतिपादयतु सुलभमेव प्रतिपादयतु अस्तु महोदय प्रकरणं भिन्नभिन्नप्रकरणम् अस्ति अष्टाध्याय्याम् उदाहरणमस्ति नत्वप्रकरणं द्वितीयप्रकरणम् अत्र द्वितीयप्रकरणस्य उदाहरणम् अस्ति द्वितीयप्रकरणं किं वदति इति यत् द्वितीयं कुत्र कुत्र अस्ति पञ्चानि स्थलानि अस्ति तत् पञ्चस्थलानि अस्ति तत्र द्वित्वं भवति किं किं च स्लौ जुहोत्यादिगणे तत्र द्वित्वं भवति लिटि स्थाने द्वित्वं भवति चङि लुङ्लकारे स्थाने द्वित्वं भवति सनि द्वित्वं भवति यङि च द्वित्वं भवति यदा अहम् एतत् प्रकरणं पठामि तदा सर्वं द्वित्वं कार्यम् अहम् अवगतम् एतत् सुलभं कुत्रापि स्थाने यदा कार्यमस्ति चेत् अहम् अवगतं द्वितं करोमि कर्तुं शक्नुमः द्वितीयं करोति वा न करोमि वा न करोमि. सो तत्कारणात् प्रथमं द्वितीयं प्रकरणम् अहं पठामि चेत् अन्यकार्य अन्यत्र अन्यस्मिन् समये कर्तुं शक्यते. सुलभमेव भवति, अन्यकार्यं सुलभमेव भवति. द्वित्वकार्यं अत्र ददाति इति स्वीकुर्मः चेत् अत्र दा दा इति भवति, दा इति अस्ति अत्र ह्रस्वः इत्यनेन द इति भवति. पूर्वमेव वयं दृष्टवन्तः, अनन्तरमेव अत्र वर्णमेलनेन ददा योगः ति इति अभवत्. भवानेव अग्रे पठतु. प्रकरणस्य द्वितीयलाभः यत् तत्र अनुवृत्तिः सर्वत्र अनुस्यूता, अतः सूत्रावगमनं सुकरम्. अत्र द्वित्वप्रकरणे प्रथमसूत्रम् एकाचो द्वे प्रथमस्य, इमानि त्रीणि पदानि एकाचो द्वे प्रथमस्य एकैकस्मिन् सूत्रे 6.1.12 पर्यन्तम् आगत्य उपविशन्ति. यतः अस्मिन् प्रकरणे तुल्यं कार्यं द्वित्वं वारं वारं क्रियते, अतः वारं वारं समानशब्दानाम् आवश्यकता भवति एषु द्वादशसु सूत्रेषु. अत्र अत्र द्वादशसूत्रेषु क्रमः वदतु वदतु, भवान् जानाति एव. अस्तु अत्र अनुवृत्तिः विषये अस्ति. प्रथमसूत्रं पूर्णसूत्रम् अस्ति. अन्येषां 6.1.2 आरभ्य 6.1.12 पर्यन्तं प्रथमसूत्रस्य अनुवृत्तिः अस्ति. इदानीमत्र 6.1.1, 6.1.12 इति अस्ति. एतत् पर्यन्तं वयम् अत्र किञ्चित् किं किं सूत्राणि सन्ति इति द्रष्टुं शक्यते एव. कृपया महोदय, अनुवृत्तिः इत्युक्ते इन्कम्प्लीट् अनुवृत्तिः. अनुवृत्तिः इत्युक्ते अग्रे आगच्छति अन्य सूत्रम्. अस्तु, रिपिटेशन् क्रमेण आगच्छति. ओके, अस्तु, धन्यवादः. अत्र पश्यतु 6.1.1 अस्ति खलु, एकाचो द्वे प्रथमस्य इति सूत्रमस्ति. अनन्तरम् अत्र द्वितीयसूत्रमस्ति, किम् अजादे द्वितीयस्य, अजादे द्वितीयस्य इति अस्ति. अनन्तरमत्र नन्द्राः संयोगादयः इति अन्यसूत्रं. तदेव अत्र द्वादशसूत्रम् अपि अत्र एकस्मिन् स्थले एतदेव कार्यं करणीयम् इति. अनन्तरं चत्वारः किम् अस्ति, 6.1.4 पूर्वोऽभ्यासः, अनन्तरम् उभे अभ्यस्तम्, अनन्तरं जक्षित्यादय षट्, तुजादीनां दीर्घोऽभ्यासस्य, लिटि धातोरनभ्यस्य अनभ्यस्य संयङोः क्लौ, अनन्तरं चङी दाश्वान् साह्वान् मीड्वां च. एतत् द्वादशसूत्राणि एकस्मिन् प्रकरणे एकस्मिन् स्थले तण्डुलं जलम् अग्निः शाकाः यत्र एकस्मिन् प्रकोष्ठे अत्र स्थापितुं शक्यते तदेव अत्र एकाचो द्वे प्रथमस्य इति अत्र सूत्रं स्वीकृत्य कार्यं करणार्थं द्वादशसूत्राणि एकस्मिन् प्रकोष्ठे एकस्मिन् प्रकरणे एकस्मिन् प्रक्रिया अपि अत्र भवितुम् अर्हति इति एव अत्र दत्तम्. अवगतम्? अवगतं खलु. द्वादश धातवः इति सन्ति. इदानीमत्र पुनरपि पाठविषये कथयामि. इदानीमत्र अञ्जनभगिनी पठतु एक पाणिनिः पाणिनिः सूत्रस्य लघुत्वम् इच्छति, अतः यत् पदं दत्तं पूर्वस्मिन् सूत्रे तत् पुनः अग्रिमे सूत्रे साक्षात् न दीयते। पाठकैः अवगम्यते यत् सः अधः पुनः आयाति तस्मिन् सूत्रेपि, तस्मिन् सूत्रेपि इयम् अनुवृत्तिः इति पूर्वम् उक्तम्। एवं रीत्या यदा अष्टाध्यायी क्रमेण सूत्राणि पठामः तदा सौकर्येण सूत्राणि पूर्वयितुं शक्नुमः, येन प्रत्येकं सूत्रं पूर्णं वाक्यं भवेत्। अनेन सूत्राद्धः मनसि स्फुरतो विद्यते, स्फुरितः खलु, अस्माकं मनसि स्फुरितः एव। ओ भू सतायमिति जी धातु अस्ति चेत् अन्ते एव जयति इति भवति, अत्र कर्तरि शप् भवति, अत्र प्रथमं जी अस्ति चेत् इकारस्य स्थाने एकारः भवति, सार्वधातुक आर्धधातुकयोः। अनन्तरम् अत्र ति इति तिप् अस्ति, एतत् एचो यवाः यावः अपि कार्यं करोति, अन्ते एव जयति इति वयं द्रष्टुं सुलभतया अग्रिमसूत्रं किम् आयाति कार्यं करोति, अनुवृत्तिसहितसूत्रं। रामः लक्ष्मणः रामेण सः गच्छति इति अस्ति, अत्र अनुवर्तनं कार्यं भवति। केन अनुवर्तनकार्यं भवति महालक्ष्मी? रामः रामेण सह लक्ष्मणः अनुगच्छति, अत्र केन अनुगच्छति? केन अनुगच्छति? इदानीम् अहं करोमि खलु, अहं वदामि खलु, इदानीम् अहं वदामि, भवती अपि अनुवादनं करोतु। अहमपि अनुवादनम् इत्युक्ते फालोयिङ्ग् अनुगच्छति। रामेण सह लक्ष्मणः अनुगच्छति इत्युक्ते हि फालोस् राम इल्लिया, हि रामः गच्छति। अनन्तरं लक्ष्मणः अपि किमस्ति? अनुगच्छति। तदेव अत्र अनुवृत्तिसहितसूत्रं भुवादयो दातवः इति अस्ति चेत् अत्र अनुवृत्तिसहितसूत्रमस्ति, कर्तरे शप् एतत् अनुवृत्तिसहितसूत्रं कण्टिन्यूस्लि इट्स् कमिङ्ग् न अनुवृत्तिसहितसूत्रम् एतदेव। किञ्चित् सूत्रं सुलभतया अत्र सूत्रं स्वयं सम्पूर्णं इति अस्ति चेत् अनुवृत्तिसहितसूत्रम् अत्र कुत्रापि नास्ति, सूत्रं स्वयमेव सम्पूर्णम् इति वयं पठितवन्तः एव, कुत्रचित् स्थले वयं पठितवन्तः एतत् अनुवृत्तिसहितसूत्रम् इति। अत्र मनसि मनसि झटिति स्फुरति खलु अञ्जना, मनसि झटिति एतत् स्फुरति, आगत्य कार्यं करोति एव। एतत् किमस्ति अत्र कर्तरि शप् आगच्छति, भुवादयो दातवः आगच्छति, सार्वधातुक अर्धधातुकयोः इति अस्ति, अनन्तरम् एचो एव यावत् एतत् सर्वाणि सूत्राणि अनुवृत्तिसहितम् अस्ति, स्वयं सम्पूर्णं नास्ति। भुवादेव दातवः इति स्वयं सम्पूर्णं वा? नास्ति, बहवः सूत्राणि अग्रे आगच्छन्ति एव, अतः भुवादेव दातवः इति स्वयं सम्पूर्णसूत्रं नास्ति एव, अनुवृत्तिसहितसूत्रम् अत्र अस्ति, कर्तरि शप् सार्वधातुक अर्धधातुकयोः एचो यव एव वयं स्वीकुर्मः भवति, अतः एतत् अनुवृत्तिसहितसूत्रम् अस्ति, बहु अत्र सुलभमेव। इदानीमत्र महालक्ष्मी भगिनी पठतु। आं भगिनि, इत्संज्ञाप्रकरणम्। अत्र एकस्य प्रकरणस्य पूर्णम् उदाहरणं दीयते. अनेन प्रकरणं कथं कार्यं करोति इति दृश्यते. अन्यश्च इत् संज्ञा नाम का नाम का इति अस्माभिः ज्ञायते. पाणिनीयव्याकरणे मूलधातेषु प्रत्ययेषु आदेशेषु आगमेषु च बहुवारं केचन वर्णाः उपस्थिताः येन तिष्ठति. इमे वर्णाः इत्संज्ञकाः अथवा अनुबन्धाः इत्युच्यन्ते. इत्संज्ञा एकं चिह्नम् अस्ति यस्य अर्थः अस्यमेव यत् अस्य वर्णस्य लोपो भविष्यति. केषां केषां वर्णानाम् इत्संज्ञा भवति इति ज्ञायते. इत्संज्ञा विधायकः सूत्रैः. अष्टाध्याय्यां कश्चन प्रकरणं वर्तते इत्संज्ञा नाम्ना येन सर्वम् इत्संज्ञाविद्यायककार्यं क्रियते. प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रात् 1-3-2 आरभ्य एकं त्रीणि द्वितीयं द्वयम् आरभ्य अष्टमसूत्रपर्यन्तं 1-3-8 इत्संज्ञाप्रकरणम् इति. अत्र पश्येम, अत्र अपि द्वितीयसूत्रात् अत्र प्रथम अध्यायेषु इदानीम् अत्र मूलधातुः किम् अस्ति, अत्र पाणिनीयव्याकरणे इत्संज्ञाप्रकरणं किं किं भवति इति अत्र विधायकसूत्रमस्ति किम् अत्र भवितुम् अत्र पश्येम किमस्ति. अत्र 1-3-2 अस्ति आरभ्य 1-3-2 द्रष्टुं शक्यते. आम् द्रष्टुं शक्यते खलु. इदानीम् अत्र पश्यतु अग्रे हलन्त्यं पठितुं शक्यते खलु. आम् हलन्त्यं पठतु. अन्य कोऽपि पठितुं शक्यते वा? आं महोदय, हलन्त्यं न विभक्तौ तु स्मः आदि निटुडवः ष प्रत्ययस्य चुटु रसक्व तद्धिते. एतत् सर्वाणि किम् अस्ति? संज्ञकसूत्रम्. इत् सूत्रमस्ति अत्र उपदेश अज अनुनासिक इति आरभ्य अनन्तरम् अन्तिमसूत्रं किम् अभवत् इदानीं चुटु, अनन्तरम् अत्र किम् अभवत् लशकतिथे पर्यन्तम् इत्संज्ञाप्रकरणमस्ति. एतत् अग्रे आयाति एव इत्संज्ञाप्रकरणं किं किम् अभवत् इति पूर्वं वयं पठितवन्तः एतत् विषये, जानन्ति खलु अत्र. इदानीमत्र गोदमल् पठतु. एकनिमिषं गोदमल् एकनिमिषम्. अत्र प्रश्नः उदेति खलु, अत्र पृथक्तया किं किं भवति इति वयं जानीमः एव. अत्र भू इति स्वीकुर्मः चेत् अत्र अनुबन्धलोपानन्तरं कर्तरीशप् मध्ये आ एव तिष्ठति, ओकारस्य स्थाने ओकारः भवति, सार्वधातुक अर्धधातुकयोः अनन्तरम् एतत् मिलित्वा वर्णमेलनेन एषो एव यावः अपि कार्यं करोति वर्णमेलनेन एव अत्र भवति इति वयं सर्वं जानीमः. इतः पर्यन्तं किमपि प्रश्नः उदेति वा? प्रश्नः उदेति चेत् प्रश्नः अस्ति वा? सम्यक् अवगतम्. उत्तमं. गीता भगिनी भवती एव मङ्गलश्लोकं वदतु. अस्तु भगिनि. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्च दुःखभाग् भवेत्। ॐ शान्ति शान्ति शान्तिः। हरि ओम्। धन्यवादः भगिनी। सर्वेभ्यः धन्यवादः।